नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित्। पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपक्षसन् प्रलपन् विसृजन् गृह्णन् उद्मिशन् निमिशन्नपि इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ब्रह्मज्ञानाय कर्माणि सङ्गम् त्यक्त्वा करोति यः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा कायेन मनसा बुद्ध्वा केवलैरिन्द्रियैरपि। योगिनः कर्म कुर्वन्ति सङ्गम् त्यक्त्वात्मशुद्धये। युक्तः कर्म फलम् त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्। अयुक्तः कामकारेण फले सक्तो निबध्यते। सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी। नवद्वारे पुरे देहि नैव कुर्वन् न कारयन् न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः। न कर्म फलसंयोगम् स्वभावस्तु प्रवर्तते। न दत्ते कस्यचित् पापम् न चैव सुकृतम् विभुः। अज्ञानेनावृतम् ज्ञानम् तेन मुह्यन्ति जन्तवः। ज्ञानेन तु तदज्ञानम् येषा नाशीतमात्मनः। तेषामादित्यवज्ञानम् प्रकाशयति तत्परम्। तद्बुद्धयस्यदात्मान स्तनिष्ठा सत्परायणः। वचन्त्या पुनरावृत्तिम् ज्ञानानि धूतकल्मषः। विद्या विनय सम्पन्ने ब्राह्मणे गविहस्तिनि। शुनि चैव शुभाके च पण्डिता समदर्शिनः। इहैव तैर्जित सर्गो येषाम् साम्ये स्थितम् मनः। निर्दोषम् हि समम् ब्रह्म तस्मात् ब्रह्माणि ते स्थितः। न प्रहृष्यत् प्रियम् प्राप्य नो द्विजित् प्राप्य च प्रियम्। स्थिर बुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः। बाह्यस्पर्शेष्व सत्तात्मा विन्दत्यात्मानि यत् सुखम्। स ब्रह्म योगयुक्तात्मा सुखमक्षयमश्नुते। ये हि संस्पर्शजा भोग दुःखयो नाय एव ते। आद्यन्तवन्त कौन्तेय न तेषु रमते बुधः। शक्नोति हैव यः सोढुम् प्राक् शरीरविमोक्षणात्। कामक्रोधद्भवम् वेगम् स युक्तः स सुखी नरः।